यत्तु कृष्णपदे कस्मिन् कार्ये सकामहेतुकम् आतत्वार्थावदल्पं च तत्कामसमिदाहृतम् नियतं सङ्गरहितम् अरागद्वेषतकृतम् अपादप्रेक्षुना कर्म यत्तत्तात्मिकमुच्यते यत्तु कामित्सुना कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासम् तद्राजसौराधितम् अनुबन्धम् क्षयम् हिंसा अनापेक्षा च पौरुषम् मोहादारभ्यते कर्म यत्तत्कामसमुच्यते मुक्तसङ्गो नहम् वादे भृत्युश्चाः समन्वितः सिद्धसिद्धो निर्विकारः कर्ता सात्त्विक उच्यते रागी कर्म फलप्रेप्सु लुब्धो हिंसात्मको शुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः अयुक्तः प्रकृतः स्तब्धः षडो नैष्कृति कोलतः विषादी दीर्घसूत्री च कर्ता तामस उच्यते बुद्धिर्भेदम् धृतिश्चैव गुणाता श्रीदिनम् शृणु प्रोच्यमानामशेषेण पृथक्तेन धनञ्जया।